शत्रुशानच् इति विषये अस्माकं चर्चा भवति, श्रूयते खलु? आम् महोदय, श्रूयते श्रूयते। शत्रुशानच् मध्ये अस्माकं चर्चा भवति इदानीं। गतवर्गे अस्माभिः किं पठितं? शत्रुप्रत्ययान्तप्रातिपदिकं कथं निर्मीयते इति अस्माभिः पठितं। शत्रुशानच् शत्रुप्रत्ययान्तप्रातिपदिकं शत्रन्तप्रातिपदिकं कथं निर्मीयते इति अस्माभिः पठितम्। इदानीम् अस्माभिः किं पठितं? पुल्लिङ्गे, नपुंसकलिङ्गे, स्त्रीलिङ्गे कथं भवति इति अस्माभिः सर्वं पठितम्। इदानीं द्वितीयकरपत्रमस्ति प्रातिपदिकत्वं, प्रातिपदिकत्वं तर्हि द्वितीयकरपत्रं प्रातिपदिकत्वम् इति उद्घाटयन्तु सर्वे। तत्र किमस्ति प्रातिपदिकम् इत्युक्ते किं, तस्य कृते सूत्राणि कानि इति सर्वाणि सन्ति, तानि इदानीं वयं पठिष्यामः। अस्तु, रघुपतिमहोदय पठतु। अस्तु, प्रातिपदिकं नाम श्रूयते खलु? आम्, प्रातिपदिकं नाम किम् अपि च केन प्रातिपदिकत्वं सिद्ध्यति इति विषये चिन्तनं भवतु। संस्कृतभाषायां पदं द्विविधं, सुबन्तं तिगन्तञ्च। यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तं, यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति तत् तिगन्तम् इति। सुप्तिगन्तं पदमिति सूत्रमस्ति, प्रथमाध्याय चतुर्थपादस्य चतुर्दशसूत्रमस्ति। सुबन्तानां तिगन्तानाञ्च पदसंज्ञा भवति इति। यस्य अन्ते सुप्रत्ययः अस्ति अथवा तिङ्प्रत्ययः अस्ति तस्य पदसंज्ञा भवति इति अस्ति। तर्हि यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तं, यस्य पदस्य अन्ते तिङ्प्रत्ययः अस्ति तत्तिगन्तम्। एकविंशतिसुप्रत्ययाः सन्ति, अष्टादश तिङ्प्रत्ययाः सन्ति। अग्रे पठामि, स्पष्टम् इति मन्ये। आमां, तिङन्तपदं, तिङन्तपदम् इति धातुभ्यः तिङ्प्रत्ययानां योजनेन तिङन्तपदं नाम क्रियापदं निष्पन्नं भवति। लादिकारप्रसङ्गे धातुतः लस्य स्थाने अष्टादश तिङ्प्रत्ययाः विहिताः भवन्ति। लस्य स्थाने अष्टादश तिङ्प्रत्ययः भवन्ति। सूत्रमस्ति लस्य इति, क्षमतां, लस्य इति अधिकारसूत्रमस्ति। तृतीयपादस्य चतुर्थ तृतीय अध्याय चतुर्थपादस्य सप्तसप्ततितमं सूत्रमस्ति। अधिकारसूत्रमिदं षष्ट्यन्तम् अकारः उच्चारणार्थं लस्य इति, अकारः उच्चारणार्थम् इति ल इति अस्तु, ल इत्यस्य लस्य। अत्र अस्य पदस्य अधिकारसूत्रस्य तत्र क्षेत्रमस्ति अष्टसप्तति आरभ्य चतुर्थपाद अष्टसप्तति अष्टसप्ततितमसूत्रात् आरभ्य चतुर्थपादस्य द्वादशाधिक एकशतं पर्यन्तम् अस्य अधिकारः। प्रत्येकस्मिन् सूत्रे उपविश्य वदति यत् तत्सूत्रे यः प्रत्ययः विहितः सः लस्य इत्युक्ते ल इत्यस्य स्थाने विहितः इति। तर्हि अग्रे सूत्रमस्ति, अग्रिमसूत्रमस्ति सप् अष्टसप्ततितमं सूत्रमस्ति। तिप्तस्ति हा अस्तु, तिप्तस्ति सिप्तस्त निप्स्मस्ता क्षमतां, तिप्तस्ति सिप्तस्त निप्स्मस्ता आथां ज था साथां द्वम् इड् वहि महिङ् इति अग्रिमसूत्रमस्ति। लस्य इति अधिकारे अस्ति, लस्य स्थाने एतानि अष्टादशप्रत्ययाः विहितानि भवन्ति। तिङन्तानां साधनार्थं मूले अष्टादश तिङ्प्रत्ययाः भवन्ति, लस्य इत्यनेन ल इत्यस्य स्थाने एते अष्टादश विहिताः। तिप् तस् सि सिप् तस्त निप्स्मसिति परस्मैपदी ता आतां स तात् आतां द्वम् इट् वहि महिङ् इति अष्ट आत्मनेपदीभ्यः इति भवति। अष्टादश तिङ्प्रत्ययः तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तम् आहत्य तिङ्प्रत्ययः इत्युच्यते। तर्हि क्रियापदस्य निर्माणार्थं धातुतः तिङ्प्रत्ययाः विहिताः भवन्ति। तर्हि धातुतः क्रियापदस्य निर्माणार्थं धातुः भवेत् मूले, अतः तथा एव तिङ्प्रत्ययाः विहिताः भवन्ति। अग्रे सुबन्तं पदं, सुबन्तपदं नामपदस्य निर्माणार्थं का गतिः इति, तत्र प्रातिपदिकात्सु प्रत्ययाः विहिताः भवन्ति. अत्र मूलविचारः एवं यत् तदा सुप्रत्ययः आगन्तुं योग्याः यदा पूर्वं स्थितस्य भागस्य प्रातिपदिकसंज्ञा भवति. प्रातिपसंज्ञा नास्ति चेत् सुप्रत्ययाः न विहिताः. अतः सुबन्तपदस्य निर्माणार्थं प्रातिपदिकम् आवश्यकम्. सारांशः एवं यत् प्रातिपदिकं तद् अस्ति यस्मात् सुप्रत्ययः विहिताः. अस्तु, प्रातिपदिकं नाम यत् यदस्ति यस्मात् सुप्रत्ययः विहिताः भवन्ति तदेव प्रातिपदिकम् इति. किमर्थमिति सुप्रत्ययः प्रातिपदिकात् एव विधीयन्ते, यथा क्रियाप्रधानां धातुतः एव भवति इति. नाम प्रातिपदिकं नाम सुप्रत्ययः प्रातिपदिकात् एव भवन्ति. प्रातिपदिकात् एव सुप्रयः भवति. प्रातिपदिकं नास्ति चेत् सुप्रत्ययः न आगच्छति. परन्तु प्रातिपदिकम् इत्युक्ते किं, तस्य कृते सूत्रमस्ति, अग्रे पठिष्यामः. अग्रे सुप्रत्ययः सुप्रत्ययाः संख्यायाः एकविंशति सुप्रत्ययः संख्यया एक संख्यया एकविंशतिः. अस्तु, ते एकविंशतिः ते च एते सौजस् मौच्छस् ताभ्यां बिस् गेभ्यां ब्यस् ङिस् नसिभ्यां ब्यस् नसो सो सां न्योसु इति सौजस् सौजस्मौट् छष्टाभ्यां बिस् गेभ्यां ब्यस् नसिभ्यां ब्यस् दसो सां न्योसु इति. अत्र प्रथमा द्वितीय प्रथमा एकवचन द्विवचन बहुवचन इति सु औजस् अम् औषस् इति ताभ्यां बिस् ङेभ्यां ब्यस् नसिभ्यां ब्यस् नस् ओस् आम् ङि ओसु. एते मूल तिङ् सुप्रत्ययाः. अधुना प्रातिपदिकसंज्ञा कथं कुत्र सिद्धा इति अग्रे अवलोकयामः. प्रातिपदिकविधायकसूत्रद्वयं वर्तते, परिभाषा च एका इति अस्ति तत्र. प्रातिपदिकसंज्ञा विधायकसूत्रद्वयमस्ति, अपि च एका परिभाषा अपि अस्ति. तर्हि त्रयः त्रीणि सूत्राणि सन्ति. परिभाषा क्षम्यतां, परिभाषा एकं सूत्रद्वयम्. अस्तु, प्रातिपदिकविधायकसूत्रे द्वे इति प्रथममस्ति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति. अर्थवत् शब्दस्वरूपं यत् धातुः, अर्थवत् शब्दरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति अर्थः अस्य अस्ति इति अर्थवत् अर्थवत् अर्थवान् इति अर्थवत् मतु प्रत्ययः अर्थवत् प्रातिपदिक अर्थवत् इति पदम् इति अर्थवत् इति यद् शब्दः अस्ति अर्थवान् शब्दः अस्ति तद् अर्थवत् न धातुः अधातुः न प्रत्ययः अप्रत्ययः नै तत्पुरुषसमासः. अर्थवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तं प्रातिपदिकं प्रथमान्तम् अनेकपदमिदं सूत्रं स्वयं सूत्रं सम्पूर्णम् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति. अस्तु, इति अर्थवत् भवेत् अधातु धातुभिन्नः भवेत् अप्रत्ययः प्रत्ययभिन्नः भवेत् तस्य प्रातिपदिकसंज्ञा भवति अनेन सूत्रेण. इदानीम् इतोपि अस्ति तत्र, अग्रे पठामि वा महोदय? आम्, अत्र किं लिखितमस्ति, अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकं नाम यत् अर्थवत् अस्ति नाम यस्य अर्थः अस्ति, निरर्थकः नास्ति, अपि च धातु नास्ति, प्रत्ययः नास्ति, प्रत्यान्तं नास्ति, तत् प्रातिपदिकम् इति. अत्र सूत्रे साक्षात् अधातुः अप्रत्ययः तु लिखितमस्ति, परन्तु अप्रत्ययान्तं कुत्र लिखितमस्ति, न लिखितमस्ति. तर्हि अर्थे अप्रत्ययान्तमपि किमर्थं ग्रहितमस्ति, जानाति वा महोदय? हा, तत्र किमर्थम् इति चेत् तत्र प्रत्ययान्त भवति चेत् धातु एव धातु इदानीं तत्र धातु प्रत्ययः भवति चेत् तत्र अर्थवत् तत्र तस्यापि प्रातिपदिकं भवति खलु. अतः न न अत्र सूत्रे किं लिखितमस्ति, अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकः धातुः इति धातु प्रत्ययः इति न उक्तमस्ति. धातुः एव धातु भिन्नः भवेत् इति अस्ति अधातुः अधातुः अर्थवत् अधातुः अप्रत्ययः नाम यस्य अर्थमस्ति अपि च यः धातुः नास्ति प्रत्ययः नास्ति इति प्रातिपदिकम् इति अस्ति खलु आमां तर्हि तत्र धातुः इति तत्र प्रत्ययः अस्ति चेदपि धातुसंज्ञा अपि भवति खलु तद्धातुः अपि यद्यपि भवत्याः भग्ना भवति महोदय एकनिमिषम् मम एव अस्ति प्रायः एकनिमिष अहम् इदानीं तत्र प्रायः तत्र इदानीं श्रूयते किम् इदानीं श्रूयते वा आम् एकनिमिषं महोदय तत्र एकनिमिष अस्तु श्रूयते खलु इदानीं श्रूयते अस्तु तत् अर्थवत् अधातुः इदानीं धातुभिन्नः इति तद् तिङन्तपदस्य अपि भवति तर्हि धातु तिङन्तपदम् इति धातु भवति वा अहं पठामि वा महोदय महोदय अहमस्मि धातु इत्यस्य तिङ्गपदं न महोदय धातु इत्युक्ते धातु तर्हि धातु तिङन्तस्य अपि ग्रहणं भवति वा तत्र तिङन्तस्य प्रातिपदिकं भवति वा अनेन सूत्रेण न न तर्हि एकनिमिष अत्र अस्ति अर्थवत् अधातुः अप्रत्ययः नाम यस्य अर्थवत् अस्ति अर्थवत् इत्युक्ते अर्थः अस्ति तद् धातुः अपि न भवेत् प्रत्ययः अपि न भवेत् तत् प्रातिपदिकं प्रत्ययस्य अर्थमस्ति धातोः अपि अर्थवत् भवति परन्तु धातु प्रातिपदिकं न भवितुं शक्नोति प्रत्यय अपि प्रातिपदिकं न भवितुं शक्नोति अतः यस्य शब्दस्वरूपस्य अर्थं तु भवति परन्तु यत् प्रत्ययः अपि नास्ति धातुः अपि नास्ति तादृशं शब्दस्वरूपं प्रातिपदिकम् इति उच्यते खलु इति लिखितं सूत्रे इदानीं पर्यन्तम् अवगच्छति गच्छति आम् महोदय आम् परन्तु सूत्रे सूत्रस्य अर्थे करपत्रे सूत्रस्य अर्थे किं लिखितमस्ति अर्थवत् शब्दस्वरूपं यद् धातुः प्रत्ययः प्रत्ययान्तं न च नास्ति प्रत्ययान्तम् इति दत्तमस्ति सूत्रे प्रत्ययान्तं लिखितं नास्ति परन्तु प्रत्ययान्तम् अर्थे किमर्थं लिखितमस्ति जानाति वा तत्र प्रत्ययान्तमिति तत्र प्रत्ययान्तमिति अत्र इदानीं प्रत्यय तत्र धातुः अस्ति तस्य इदानीं तत्र क्रियापदस्य अपि अनेन यदि न लिखितं चेत् तत्र न भवितुमर्हति खलु तत्र अर्थवत् खलु अस्तु तद् अनेन भवितुं वा सूत्रे प्रत्ययान्तम् इति साक्षात् लिखितं नास्ति खलु आमां परन्तु सूत्रस्य प्रत्ययग्रहणे तत्र तदन्तग्राह्य इति वयं पठितवन्तः सत्यं पूर्वं पठितवन्तः प्रत्ययग्रहणे तदान्तग्राह्या नाम प्रत्ययग्रहणेन प्रत्ययान्तस्य अपि ग्रहणं भवति अतः सूत्रे यद्यपि केवलं प्रत्ययः इति लिखितमस्ति परन्तु प्रत्ययस्य लेखनेन प्रत्ययान्तस्य अपि ग्रहणं भवति अतः यत् अर्थवत् अस्ति शब्दस्वरूपं परन्तु यत् धातुः अपि नास्ति प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति तादृशशब्दस्वरूपं किमस्ति प्रातिपदिकम् अतः तिङन्त शब्द प्रातिपदिकं न भवितुं शक्नोति यतो हि तिङन्तशब्द प्रत्ययान्तमस्ति इति अवगच्छति वा आम् महोदय अस्तु धन्यवादः महोदय अग्रे विजय महोदय पठतु अस्मिन् सूत्रे आम् महोदय अस्मिन् सूत्रे वस्तुतः अप्रत्ययपदस्य द्विवारम् आवृत्तिः अप्रत्ययः अप्रत्ययः प्रथमवारं प्रत्ययः न स्यात् इत्यर्थः न स्यात् इत्यर्थः द्वितीयवारं प्रत्ययान्तं न स्यात् इत्यर्थः तत्र प्रत्ययग्रहणे तदन्त ग्राह्याः परिभाषा त्रयोविंशतिः इति परिभाषया तदन्तविधिः तत् अन्त्यविधिः भवति अनेन अप्रत्ययान्तम् इत्यर्थः निष्पन्नः अत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति परिभाषा अत्र सूचयति एतत् विषये इति अनया परिभाषया तदन्तविधिः प्रतिषेधः न भवति यतोहि प्रत्ययविशेषस्य सुप् तिङ् कृत् इत्यादीनां संज्ञा इति प्रसङ्गः नास्ति अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति तदा सा संज्ञा केवलं प्रत्ययस्य न तु तदन्तस्य अत्र अर्थवद् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रेण इति सूत्रम् अत्र अप्रत्ययः इति पदस्य वस्तुतः अत्र द्विवारं वदति आवृत्तिः भवति अत्र किमर्थं चेत् अप्रत्ययः प्रथमवारं किं सूचयति चेत् प्रत्ययः नास्ति इति अर्थः भवति अनन्तरम् अप्रत्ययः द्वितीयवारं किं सूचयति चेत् प्रत्ययान्तं न स्यात् इत्यर्थः तत्र प्रत्ययग्रहणे तदन्तग्राह्याः इति परिभाषया तदन्तविधिः एव भवति इति अत्र अनेन अप्रत्ययान्तम् इत्यर्थः प्रत्ययान्तं नास्ति अप्रत्ययान्तम् इति अस्ति अनन्तरम् अत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति तद् अन्तग्रहणं प्रत्ययग्रहणे नास्ति इति अर्थः परिभाषया एतत् विषये सूचयति अनन्तरं तदन्तविधिः प्रतिषेधः न भवति अत्र तद् अन्तविधिः यत् भवति तत्र प्रतिषेधः न भवति चेत् अत्र कार्यं भवति निषेधः नास्ति इति यतोहि प्रत्ययविशेषस्य सुप् अनन्तरं तिङन्तम् अनन्तरं कृदन्तम् एव इत्यादीनां संज्ञा प्रसङ्गः नास्ति अत्र अप्रत्ययः किं सूचयति चेत् अत्र सुप् तिङन्तं कृदन्तम् इत्यादीनां संज्ञा प्रसङ्गः नास्ति अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययनामकरणं भवति नामकरणं चेत् अत्र सुप् एव सुबन्तम् एव भवति तदा सा संज्ञा केवलं प्रत्ययस्य भवति एव प्रत्ययस्य एव अत्र नामकरणं भवति नामकरणं प्रातिपदिकम् अनन्तरं सु औजस् इत्यनेन प्रत्ययं योजनेन प्रातिपदिकं भवति केवलं प्रत्ययस्य न तु तदन्तस्य तद् अन्तस्य न भवति इति इतोपि किञ्चित् वक्तव्यं चेत् भवान् वदतु महोदय अस्तु तर्हि यथा रघुपतिमहोदयेन विजयामहोदयाया सम्यक् रीत्या उक्तम् अप्रत्ययान्तं सूत्रे लिखितं नास्ति परन्तु अप्रत्ययान्तस्य अपि ग्रहणं भवति केन केन रीत्या केन सूत्रेण सूत्रं नास्ति परिभाषा अस्ति प्रत्ययग्रहणे तदन्तग्राह्या नाम यदा कुत्रापि सूत्रे प्रत्ययमिति लिखितमस्ति प्रत्ययविषये एतस्य ग्रहणेन प्रत्ययान्तस्य अपि ग्रहणं भवति अतः अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् अत्र प्रत्यय इति लिखितमस्ति खलु तर्हि प्रत्ययस्य ग्रहणेन प्रत्ययान्तस्य अपि ग्रहणं भवति अतः अप्रत्ययः इति लेखनस्य महत्त्वं द्वयमस्ति एकं तु प्रत्ययः साक्षात् प्रत्ययः न भवेत् अनन्तरं प्रत्ययान्तमपि न भवेत् इति अस्ति परन्तु अत्र अत्र लिखितमस्ति यत् एकमस्ति संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति सामान्यतया प्रत्ययग्रहणे तदन्तग्राह्या इति सूत्रेण यत्र प्रत्ययस्य विषये किमपि चर्चा भवति तस्य ग्रहणेन प्रत्ययान्तस्य अपि ग्रहणं भवति परन्तु संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति नाम यस्मिन् सूत्रे संज्ञा इति स्वरूपेण प्रत्ययस्य चर्चा भवति तत्र तदन्तग्रहणस्य कारणं न भवति अत्र उदाहरणमस्ति तिप्तस्जिसिप्तस्थ इति सूत्रमस्ति खलु तत् सूत्रं तिप्तस्जिसिप्तस्थ इति शब्दस्वरूपस्य प्रत्ययसंज्ञां करोति खलु तत्र अपि कोऽपि पृच्छितुं शक्नोति तिप्तर्झि सिप्तस्थ एव प्रत्ययाः सन्ति अपि च अपि अथवा तिप्रत्ययान्त सिप्रत्ययान्त निप्रत्ययान्त इति शब्दाः अपि प्रत्ययाः भवन्ति. प्रत्ययग्रहणे प्रत्यदन्तग्राह्य इति लिखितमस्ति खलु. तर्हि यस् तत्र सिप्तिप्तजिसिप्तस्त इति ये प्रत्ययाः सन्ति तेन शब्दस्वरूपम् अन्तिम तेन ते प्रत्ययः यस्य अन्ते भवन्ति तस्य अपि प्रत्ययग्रह प्रत्यय संज्ञा करोतु. नाम तिप् प्रत्ययस्य चिन्तनेन तिवन्त शब्दस्य अपि प्रत्ययसंज्ञां करोतु इति, अथवा सिप् प्रत्ययस्य विषयेण सिबन्तप्रत्यान्तस्य अपि ग्रहणं करोतु इति अस्ति वा? यतोहि प्रत्ययग्रहणे वदन्तग्रह्या यथा नास्ति. यत्र प्रत्ययस्य संज्ञा इति भवति, कस्मिन्नपि सूत्रे प्रत्ययस्य संज्ञा इति भवति, तत्र केवलं प्रत्ययस्य ग्रहणं भवति, तदन्तग्रहणं न तदन्तस्य ग्रहणं न भवति. परन्तु अस्य प्रतिषेध नाम प्रतिषेधपरिभाषायाः अत्र प्रसक्तिः न भवति, यतोहि अस्मिन् सूत्रे प्रत्ययस्य संज्ञा न भवति, प्रातिपदिकस्य संज्ञा भवति. अर्थवत् अधातुः प्रत्ययः प्रातिपदिकम् अस्मिन् सूत्रे प्रत्ययस्य संज्ञा किमपि नास्ति, कापि नास्ति. प्रातिपदिकस्य संज्ञाविषये सूत्रमस्ति. अतः अत्र प्रत्ययग्रहणे वदन्तग्राह्य इति परिभाषायाः प्रसक्तिः भवति. अतः अप्रत्ययः तस्य अर्थद्वयमस्ति, प्रत्यय अपि मा भवेत् प्रत्ययान्तमपि न भवेत् इति तेन लिखितमस्ति. तदन्तप्रतिषेधः न भवति यतोहि प्रत्ययविशेषस्य संज्ञा इति प्रसङ्गः नास्ति. नाम सुप् तिङ् कृत् अनया परिभाषया संज्ञासूत्रेण यदा प्रत्ययस्य नामकरणं भवति, प्रत्ययसंज्ञा भवति, तदा सा संज्ञा केवलं प्रत्ययस्य भवति न तु तदन्तस्य. अत्र प्रत्ययस्य नामकरणं न भवति, प्रातिपदिकस्य नामकरणं भवति. अतः अप्रत्ययः इत्युक्ते अप्रत्ययान्तमपि आहत्य प्रत्ययग्रहणे तदन्तग्राह्या इति परिभाषया अर्थवत् अधातुः अप्रत्ययः सूत्रे अप्रत्ययः अस्ति, तस्य अर्थमस्ति प्रत्ययः अपि मा भवेत् प्रत्ययान्तमपि मा भवेत् इति. अवगच्छन्ति वा सर्वे? आम् महोदय. तर्हि संज्ञाविधौ एव प्रत्ययग्रहणे तदन्तग्रहणं न भवति, न भवति संज्ञाविधि अस्ति. यत्र यस्मिन् सूत्रे प्रत्ययस्य संज्ञा भवति तत्र तदन्तस्य विषये किमपि न तदन्तस्य विषये न भवति. अन्यत्र यत्र कुत्रापि प्रत्ययस्य प्रत्ययश्चर्चा भवति तत्र तदन्तस्य अपि ग्रहणं भवति इति. अस्तु, अग्रे विजय महोदय अग्रे पठतु अनेन सूत्रेण. आं महोदय. अनेन सूत्रेण संस्कृतभाषायां यत् किमपि शब्दस्वरूपम् अर्थवत् अस्ति परन्तु धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तभिन्नं च तत् प्रातिपदिकं. यत्र व्युत्पत्तिः प्रक्रिया नास्ति यत्र प्रकृतिः प्रत्ययः सम्बन्धः नास्ति अतः प्रत्ययान्तं नास्ति. तत्र अनेन सूत्रेण प्रातिपदिकसंज्ञा. यत्र व्युत्पत्ति प्रक्रिया अस्ति प्रकृतिः अस्ति यस्याः प्रत्ययः विहितः तत्र अग्रिमेण सूत्रेण प्रातिपदिकसंज्ञा कृत् तद्धितसमासा च. अतः अत्र मार्गद्वयमस्ति अव्युत्पन्नशब्दानां व्युत्पन्नशब्दानाम् इति च. अत्र संस्कृतभाषायां शब्दस्वरूपम् अर्थवत् भवति परन्तु धातुभिन्नमस्ति प्रत्ययभिन्नमस्ति अनन्तरं प्रत्ययान्तभिन्नमस्ति एतदेव प्रातिपदिकसंज्ञा इति भवति. व्युत्पत्तिप्रक्रिया नास्ति प्रकृतिप्रत्ययः सम्बन्धः नास्ति अतः प्रत्ययान्तं नास्ति अत्र प्रातिपदिकसंज्ञा. किम् अस्ति चेत् अत्र व्युत्पत्तिः प्रक्रिया द्वयं भवति अव्युत्पन्नशब्दानाम् एकः अस्ति अनन्तरं व्युत्पन्नशब्दानां च रूपं द्वयं भवति मार्गद्वयं भवति एतत् अग्रे भवति. तर्हि अनेन सूत्रेण अर्थवत् धातुः प्रत्ययः अनेन सूत्रेण यस्य व्युत्पत्तिः नास्ति, व्युत्पत्तिः इत्युक्ते यत्र तस्य प्रकृतिप्रत्ययः सम्बन्धः नास्ति, एकमेव पदमस्ति एकमेव शब्दः अस्ति तत्र प्रकृतिप्रत्ययः इति सम्बन्धः नास्ति, अव्युत्पन्नम् इति अस्ति, तत्र प्रत्ययान्तं नास्ति चेत् प्रातिपदिकसंज्ञा भवति. परन्तु कुत्रचित् प्रकृतिप्रत्ययः सम्बन्धः भवितुं शक्नोति. यथा यथा शब्दः भवति पठित, पठित इति शब्दमस्ति, तत्र व्युत्पत्तिप्रक्रियः अस्ति. प्रकृतिः अस्ति पठ्, प्रत्ययः अस्ति क्त, तत्र प्रातिपदिकसंज्ञा भवति खलु. पठित इति क्तान्तप्रातिपदिकमस्ति. तत्र केन सूत्रेण प्रातिपदिकसंज्ञा भवति? अनेन सूत्रेण तु न भवितुं शक्नोति, यतोहि इदं सूत्रं वदति यत् अप्रत्ययान्त भवेत्, परन्तु पठित तु प्रत्ययान्तमस्ति. तर्हि अनेन सूत्रेण तु प्रातिपदिकत्वं न भवति. तर्हि केन सूत्रेण भवति? अन्यसूत्रमस्ति, कृत् तद्धित् समासाश्च. तर्हि शब्दाः अव्युत्पन्नं भवितुं शक्नोति यत् यत्र प्रत्ययान्तं नास्ति, व्युत्पत्त्यं भवति यत्र प्रत्ययान्तम् अस्ति. यत्र प्रत्ययान्तम् अस्ति तत्र कृत् तद्धित् समासाश्च इति सूत्रेण प्रातिपदिकत्वं भवति इति. तर्हि विजया महोदय सूत्रं पठतु. कृत् तद्धितसमासाश्च, कृदन्ताः तद्धितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः. कृच्च तद्धितश्च समासश्च कृत् तद्धितसमासाः इतरेतरद्वन्द्वः. कृत् तद्धितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम्. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इति अनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्र अर्थवन्तः कृत् तद्धितसमासाः च प्रातिपदिकानि. अत्र कृदन्ताः तद्धितान्ताः समासाः च प्रातिपदिकसंज्ञा भवति. केन सूत्रेण? कृत् तद्धितसमासा च इति सूत्रेण. अनन्तरम् अत्र अर्थवत् अधातुः अप्रत्ययः एतत् प्रातिपदिकम् इत्यस्मात् अत्र अर्थवत् भवति, प्रातिपदिकमपि भवति. इत्यनयोः अनुवृत्तिः किम् अस्ति चेत् अर्थवन्तः कृत् तद्धितसमासाः च प्रातिपदिकानि इति भवति. तावदेव खलु महोदय, अग्रे पठामि वा? धन्यवादः महोदय. अस्तु महोदय. महोदय तत्र अर्थवन्तः इति किमर्थं तत्र तस्य तस्य अनुवृत्तिः किमर्थं तत्र कृतसमासः इति? अर्थं सदा भवेत्, अर्थं सदा भवतु, अर्थं नास्ति चेत् न भवति. परन्तु कृतसमासश्च इति तत्र कस्मिन् अर्थे एव भवति खलु कस्यां? सत्यं सत्यं, परन्तु अहं किमपि निरर्थकं समासं करोमि चेत् किं भवति? यथा किमपि अस्तु अस्तु, समासविधायकसूत्राणि सन्ति खलु, अतः विधायकसूत्राणि सन्ति, विधायकसूत्राणि सन्ति, तथा तत्र अर्थः अस्ति चेदेव भवति खलु तेषां योगः अस्ति चेदेव भवति. सत्यं अस्ति, सत्यं प्रायः आवश्यकता नास्ति, परन्तु लिखितमस्ति एम्फोसिस् कृते. यत् कृदन्त तद्धितान्तसमासः अपि प्रातिपदि, नाम वस्तुतः अर्थवत् इति अर्थवत् धातुः इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा न भवति तस्य, परन्तु अपवादः अस्ति, कृदन्त अस्ति चेत् प्रातिपदिकसंज्ञा भवति, तद्धितान्त अस्ति चेत् प्रातिपदिकसंज्ञा भवति, समासः अस्ति चेत् प्रातिपदिकसंज्ञा भवति. इत्युक्ते समास कृत् दद्धित् किमर्थं लिखितमस्ति तत्तु वयं ज्ञातुं शक्नुमः. तत्र अपवादः भवति, प्रत्ययान्त अस्ति चेत् प्रातिपदिकं न भवति, परन्तु कृदन्त तद्धितान्त अस्ति चेत् प्रातिपदिकं भवति इति अस्ति. समासः इति किमर्थं लिखितमस्ति? तर्हि वस्तुतः समासः एकं वाक्यमस्ति खलु, वाक्यम् अस्ति इति वयं तत्र ज्ञातुं शक्नुमः. रामलक्ष्मणौ, रामश्च लक्ष्मणश्च इति एकं वाक्यमस्ति. वाक्यस्य प्रातिपदिकसंज्ञा न भवति इति, वाक्यस्य प्रातिपदिकसंज्ञा न भवति, अत्र एकमेव पदं नास्ति खलु. परन्तु समासः यद्यपि वाक्यवत् अस्ति, समासः अस्ति चेत् तस्य प्रातिपदिकत्वं भवति. समासः अस्ति न वा कथं जानीमः? समासविधायकसूत्राणि पठित्वा वयं ज्ञातुं शक्नुमः यत् प्रातिपदिकसङ्ग तत्र समासः अस्ति न वा. तर्हि आहत्य कृदन्तस्य तद्धितान्तस्य समासश्च प्रातिपदिकसंज्ञा भवति इति. अत्रापि पश्यतु, सूत्रे केवलं कृत् तद्धित् इति लिखितमस्ति, कृदन्ततथितान्तलिखितं नास्ति, परन्तु प्रत्ययग्रहणे प्रत्ययस्य ग्रहणे कृदन्तग्राह्य इति सूत्रेण कृदन्तस्य कथितान्तस्य तस्य ग्रहणं भवति अत्र. अपि च येन येन विधिसदन्तस्य इति सूत्रेण कृत् न अपि च तेन अन्त कृदन्तस्य अपि भवति. अस्तु, तर्हि अनेन सूत्रेण धातुतः कृत् प्रत्ययस्य विधानेन यत् रूपं भवति तत् प्रातिपदिकत्वं, धातुभिन्नप्रकृतितः प्रत्ययस्य विधानेन यद् रूपं निष्पन्नं तत् प्रातिपदिकं दृतान्तं, पदानि यत्र समस्यन्ते तत्र नूतनतया निष्पन्नरूपं प्रातिपदिकं समासः इति. अस्तु, अग्रे रघुपति महोदय पठतु. ध्येयं यद् एकनिमिष ध्येय अस्तु ध्येयं यत् यद्यपि अस्मिन् सूत्रे कृत् तर्जित इत्युक्तं तथापि कृत् प्रत्ययः तर्जितप्रत्ययः इत्यर्थः न अपि तु येषां रूपाणाम् अन्ते इमे प्रत्ययाः सन्ति. अस्तु, वैयाकरणे उक्तं यत् अर्थवत् इत्यस्य अनुवृत्तिः अस्ति, कृत् प्रत्ययाः तर्जितप्रत्ययः स्वयं न अर्थवन्तः, यदा प्रकृतेः विहिताः तदा व्युत्पन्नं रूपम् अर्थवत्, अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम् अपि च तद्धित इत्युक्ते तद्धितान्तम्. अत्र महोदय भवतः प्रश्नस्य उत्तरम् अर्थवत् इति अनुवृत्तेः महत्त्वं किम्? तत्र स्वयं न अर्थ कृत् प्रत्ययः तद्धितप्रत्ययः स्वयं न अर्थवन्तः, यदा प्रकृतेः विहिताः भवति तदा व्युत्पन्नरूपं भवति तदा अर्थवत् भवति, इति सूत्रे कृत् लिखितमस्ति तद्धित् लिखितमस्ति. प्रत्ययस्य ग्रहणे दन्तस्य ग्रहणम् इत्यनेन कृत् इत्युक्ते कृत् प्रत्ययः अपि कृदन्तरूपमपि, तद्धित् इत्युक्ते तद्धित् प्रत्ययः अपि तद्धितान्तरूपमपि. तर्हि प्रश्नः भवति यत् कृदन्त तद्धितान्त तु प्रातिपदिकं भवति, परन्तु कृत् प्रत्ययः साक्षात् कृत् प्रत्ययः अपि च साक्षात् धित् प्रत्ययः तदपि प्रातिपदिकमस्ति वा? नाम क्त पठित इति प्रातिपदिकमस्ति, परन्तु क्त इति प्रातिपदिकमस्ति वा? तर्हि तस्य निवारणार्थे अर्थवन्तः इति यत् सूत्रस्य यत् अनुवृत्तिः भवति तस्य महत्त्वम् अस्ति. वैयाकरणाः वदन्ति यत् साक्षात् कृत् प्रत्ययस्य तद्धित् प्रत्ययस्य स्वयम् अर्थं न भवति, नाम स्वयं कृत् प्रत्ययः तद्धितप्रत्ययः अर्थवन्तः न भवन्ति. अपि च यदा प्रकृतेः विहिताः भवन्ति तदा यद् रूपं भवति, नाम कृदन्तरूपं तद्धितान्तरूपं, तस्य एव अर्थम् अस्ति, साक्षात् प्रत्ययस्य अर्थं नास्ति. अतः सूत्रे अर्थवन्तः इति शब्दस्य अनुवृत्तेः महत्त्वं, यतोहि अर्थवन्तः कृदन्त तद्धितान्त कृत् तद्धित् तस्य अत्र ग्रहणं न भवति प्रत्ययस्य, यतोहि प्रत्ययः साक्षात् अर्थवान् नास्ति इति. अतः यद्यपि अत्र पूर्वसूत्रे अप्रत्ययः इति उक्तमस्ति, अतः अनेनैव भवितुमर्हति अप्रत्ययः इत्यनेन कृत् प्रत्ययस्य न भवितुमर्हति इति वयं तादृशचिन्तनं कर्तुं शक्यते खलु? अप्रत्ययः न कर्तुं शक्यते, यतोहि तत्तु सामान्यमस्ति प्रत्ययः अप्रत्ययः अप्रत्ययान्तम् इति, प्रत्ययः अस्ति खलु, प्रत्ययः अप्रत्ययस्य न भवति इति प्रथमसूत्रे उक्तमस्ति, केवलं प्रत्ययस्य न भवति इति. तथा न, प्रथमसूत्रे अप्रत्ययान्तमपि अस्ति खलु? आमां सत्यम्. तर्हि कथा तस्य निवारणं कथा करणीयम्? अर्थवन्तः इति अनुवृत्त्या अर्थवान् इति अनुवृत्ति नास्ति चेत्, केवलं कृत् कृत् समासाश्च प्रातिपदिकानि अस्ति चेत् कोऽपि वक्तुं शक्नोति अस्तु कृत् प्रत्ययः कृत् प्रत्ययः अपि प्रातिपदिकमस्ति नास्ति, कृत् प्रत्ययः कथित् प्रत्ययः साक्षात् स्वयम् अर्थवान् न भवति. यदा तस्य प्रकृतेः विहितः भवति तत्र कृदन्तकथितान्तरूपं भवति तदा एव तत् अर्थवान् भवति. प्रातिपदिकस्य संज्ञाया कृते मुख्यमस्ति अर्थवान् भवेत्, अतः कृत् हृत् समासाश्च इति सूत्रेण कृत् प्रत्ययः न तद्धित् प्रत्ययः न अपि च कृदन्तरूपं तद्धितान्तरूपं यतोहि तस्य एव अर्थं भवति। अतः लिखितमस्ति यदा प्रकृतेः विहितः तदा व्युत्पन्नं रूपम् अर्थवत् अतः अस्मिन् सूत्रे कृत् इत्युक्ते कृदन्तम् एव न तु कृत् प्रत्ययः तद्धित् इत्युक्ते तद्धितान्तम् एव न तद्धित् प्रत्ययः इति तर्हि आवश्यकमेव अर्थवत् इति आवश्यकमेव अवश्यन्ति आं महोदय अस्तु अग्रे पठतु महोदय भवानेव पठतु अन्ततः इदमपि अस्तु पठतु इदमपि ध्येयं यत् अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रत्ययान्तस्य प्रातिपदिकसंज्ञा प्रत्ययान्तस्य प्रातिपदिकसंज्ञा निषिध्यते तदा कृत्पद्यसमासाश्च सूत्रेण उक्तं यत् कृदन्तानि तद्धितान्तानि च प्रातिपदिकसंज्ञानि अतः प्रथमं सूत्रं सामान्यसूत्रं द्वितीयसूत्रं विशेषसूत्रं द्वितीयं च प्रथमस्य अपवादः इति अस्ति आं सत्यं तत्र तत्र अप्रत्ययः प्रत्ययान्तः अपि न भवेत् इति पूर्वमुक्तमस्ति तस्य अपवादत्वेन यद्यपि प्रत्ययान्तः अस्ति तथापि तस्य प्रातिपदिकत्वं भवति यदा अर्थवत् इत्यनेन अनुवृत्तिना वयं ज्ञातुं शक्नुमः तत्र प्रत्ययान्तः कृत् अथवा तद्धित यदस्ति पदमस्ति यत् शब्दस्वरूपम् अस्ति शब्दसमूहः अस्ति तस्य प्रातिपदिकसंज्ञा भवति इति अपवादत्वेन तर्हि यथा मया उक्तम् अर्थवत् धातुः इति सामान्यसूत्रं विशेषसूत्रम् अथवा अपि च अपवादसूत्रमस्ति द्वितीयसूत्रं प्रथमस्य अपवादः अस्तु धन्यवादः महोदय अग्रे विजय महोदय अन्ततः अन्ततः कृत्तदितसमासः च इति सूत्रेण समासः प्रातिपदिकसंज्ञकः परन्तु समासः अर्थवान् अधातुः अप्रत्ययः अप्रत्ययान्तः अतः अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रातिपदिकसंज्ञां प्राप्यते। तर्हि समासः इति किमर्थम् उक्तं कृत्तदितसमासः च इति सूत्रे आवश्यकता का उत्तरमस्ति अनेन एकाधिकशब्दस्वरूपैः अर्थपूर्णरूपं भवति चेत् समासः एव स्यात् न तु वाक्यं नो चेत् अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण रामः आपणं गच्छति इत्यस्य अपि प्रातिपदिकसंज्ञां भवति स्म। अतः समासः इत्यस्य कथनेन नियमयति क्रियते अत्र रेस्ट्रिक्षन् क्रियते अत्र अन्ततः गत्वा किं चेत् कृत् अद्वितसमासः च इति सूत्रेण समासः प्रातिपदिकसंज्ञकः भवति परन्तु समासः तु अर्थवान् अधातुः अप्रत्ययः अप्रत्ययान्तः अतः अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण प्रातिपदिकसंज्ञा एव प्राप्यते अत्र समासः अत्र किमर्थम् उक्तं कृत् अद्वितसमासः च इति उत्तरमस्ति अनेन एक अधिकशब्दरूपैः एक अधिकशब्दरूपैः अर्थपूर्णरूपं भवति चेत् एव समासः भवति न तु वाक्यं भवति अत्र नो किमर्थं चेत् अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण रामः आपणं गच्छति इत्यस्मात् प्रातिपदिकसंज्ञा भवति रामः आपणं भवति स्म एव आम् एब्सेन्स मा भवेत् वाक्यस्य प्रातिपदिकसंज्ञा मा भवेत् अतः समासः इति विशेषतया विशेषरूपेण लेखनेन नियमं भवति नियमः भवति नाम केवलसमासस्य एव प्रातिपदिकसंज्ञा भवति यत्र एकाधिकशब्दस्वरूपाः सन्ति यत्र वाक्यम् अस्ति तत् असमासवाक्यं तत्र न भवति इति अहं पश्यतु वाक्यमपि अर्थवान् अस्ति धातुः अपि नास्ति प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति अतः रामः आपणं गच्छति तस्यापि प्रातिपदिकतस्य भवितुं शक्नोति खलु तत्र शब्दस्वरूपस्य खलु शब्दस्वरूपस्य एव रामः आपणं गच्छति तत्र शब्देषु प्रत्ययाः सन्ति खलु हा शब्देषु प्रत्ययाः सन्ति परन्तु सम्पूर्णस्वरूपस्य इति अहं वदामि स्पष्टतायार्थं तर्हि सम्पूर्णशब्दस्वरूपस्य तु कोऽपि चिन्तयितुं शक्नोति यत् प्रातिपदिकसंज्ञा करोतु शब्दस्वरूप अर्थवान् अपि अस्ति तत् धातुः नास्ति खलु प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति नाम प्रत्येकपदमस्ति परन्तु सम्पूर्णस्वरूपं नास्ति अतः रामः आपणं गच्छति इति स्वरूपं करोतु प्रातिपदिकं तस्य निवारणार्थं कृतर्थसमासाश्च इति सूत्रे समासः अपि तत्र योजयति पाणिनि किमर्थं समासस्य योजनेन पाणिनि वक्तुमिच्छति यत् तादृश एव एकादशब्दस्वरूपप्रातिपदिकं भवति यत्र समासः भवति समासः नास्ति चेत् अन्यशब्दस्वरूपम् एकाधिकशब्दस्वरूपं प्रातिपदिकं न भवति तत्र अतः नियमः भवति यत् लिखितं नास्ति परन्तु यत् पुनः लिखितं यदा पाणिनिना तद् अस्माभिः उक्तं खलु पूर्णं पूर्वमेव यत्र पुनः लिखितम् आवश्यकता नास्ति चेदपि पुनः लिखितं तस्य अर्थः अस्ति नियमः करोतु नियमं करोतु रिस्ट्रिक्षन् करोतु यथा अस्मि कुत्र पठितं नियमसूत्रम् उदाहरणं ददातु कोऽपि नियमः संयोगान्तस्य लोपः वदति यत् संयोग अस्ति चेत् अन्तिम पद शब्दस्य अन्तिमवर्णस्य लोपः भवति रासस्य वदति संयोगे रेफानन्तरं सकारः अस्ति चेत् सकारस्य लोपः भवति परन्तु अस्य सूत्रस्य आवश्यकता का संयोगान्तस्य लोपमि तदेव भवति तदेव भवति वदति ते रासस्य इति पुनः लेखनस्य महत्त्वं यत् संयोगे रेफ् अस्ति चेत् तस्य अनन्तरं सकारः अस्ति चेदेव सकारस्य लोपः भवति रेफानन्तरम् अन्य किमपि कोऽपि वर्णः अस्ति चेत् तस्य लोपः न भवति तर्हि पुनः लेखनेन नियमः भवति रिस्ट्रिक्षन् भवति तर्हि कृत्तद्धितसमासाश्च समासस्य लेखनेन नियमः भवति रिस्ट्रिक्षन् भवति नाम तादृश एव बहुशब्दस्वरूपप्रातिपदिकं भवति यत् समासः भवति समासः नास्ति चेत् सामान्यवाक्यमस्ति चेत् यद्यपि अर्थवान् अस्ति अर्थवत् अस्ति अधातुः अस्ति अप्रत्ययः अस्ति अप्रत्ययान्त अस्ति तस्य न भवति प्रातिपदिकसंज्ञा इति अवगच्छन्ति आं महोदय विजया महोदय अवगच्छति अस्तु अग्रे पठतु पुंसि नपुंसके च मया एव पुंसि नपुंसके च प्रकृति प्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति कृत् तद्दिशसमासा च इति सूत्रेण अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गमस्ति तस्यापि प्रातिपदिकसंज्ञा अनेन सूत्रेण यत् महिलाशब्दः मूलतः स्त्रियाम् एव अपि च व्युत्पन्नशब्दः अतः अनेन सूत्रेण प्रातिपदिकसंज्ञा परन्तु छात्रशब्दः मूलपुल्लिङ्गछात्रशब्दात् आगतः अतः अनेन सूत्रेण न भवति व्युत्पन्नछात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण तदा स्त्रीप्रत्ययस्य संयोजनेन छात्रा भवति छात्रशब्दस्य प्रातिपदिकसंज्ञा अधः स्थितपरिभाषया भवति अत्र पुंसि नपुंसके प्रकृतिप्रत्ययोः संयोजनेन यत् शब्दस्वरूपं निष्पन्नं तस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धितसमासा च इति सूत्रेण अत्र कृत् तद्धितसमासः च इति सूत्रेण पुंसि नपुंसके प्रकृतिप्रत्ययोः संयोजनेन शब्दस्य निष्पन्नं भवति. अनन्तरम् अपि च यः कोऽपि व्युत्पन्नशब्दः मूले स्त्रीलिङ्गं भवति एतत् मूले स्त्रीलिङ्गं भवति चेत् प्रातिपदिकसंज्ञा अनेन सूत्रेण भवति. यथा महिला इति शब्दः स्वीकुर्मः चेत् अत्र मूलतः स्त्रियाम् एव अपि च व्युत्पन्नशब्दः महिला इति. अनन्तरं छात्रा इति शब्दः छात्र इति मूलपुल्लिङ्गशब्द छात्रशब्दात् आगतः. अतः एतत् सूत्रेण छात्रा इति शब्दः कृत् तद्धितसमासा च इति सूत्रेण न भवति. व्युत्पन्न छात्रशब्दस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण भवति. अत्र स्त्रीप्रत्ययस्य संयोजनेन एव अत्र टाप् प्रत्ययं योजनेन छात्रा इति भवति. छात्रशब्दस्य प्रातिपदिकसंज्ञा अधःस्थितस्य परिभाषया भवति. अग्रे एतत् विषये किञ्चित् दत्तमेव महोदय. पुलिङ्गे नपुंसकलिङ्गे तु प्रकृतिप्रत्ययोः इति संयोजनेन यत् शब्दस्वरूपं भवति तस्य प्रातिपदिकसंज्ञा भवति कृत् तद्धित् समासाश्च इति सूत्रेण पठित तदनन्तरं शतरान्त किं भवति पठात् तथा यत्किमपि अस्ति तत्र कृदन्तरूपम् अस्ति अतः सूत्रेण भवति. परन्तु स्त्रीलिङ्गशब्दे किं भवति नाम कृदन्ति खलु किं वदामि पठन्ति इति पठन्ति इति अस्ति खलु कृत् प्रत्ययः अस्ति परन्तु कृदन्त नास्ति तत्र णि प्रत्ययः अस्ति खलु तर्हि कृदन्त नास्ति तत्र ण्यबन्त अस्ति तर्हि ण्यबन्त अस्ति चेत् प्रातिपदिकं भवति न वा न भवति खलु यतोहि कृदन्त नास्ति तद्धितान्त नास्ति समासः नास्ति अपि च अप्रत्ययान्त नास्ति प्रत्ययान्तमस्ति खलु प्रत्ययान्तमस्ति चेत् अर्थवत् अधातुः अप्रत्ययः इति सूत्रेण प्रत्ययान्त अस्ति चेत् न तत्र प्रातिपदिकसंज्ञा न भवति. अपवादः अस्ति यत् यदि प्रत्ययः कृत् अस्ति तद् अस्ति चेदेव प्रत्ययान्त अस्ति चेदेव प्रातिपदिकसंज्ञा भवति. परन्तु पठन्ति मध्ये कृदन्त नास्ति तिङ्मन्त कृदन्त नास्ति रजितान्त नास्ति ण्यबन्त अस्ति अतः वस्तुतः पठन्ति इति शब्दस्य स्त्रीलिङ्गशब्दस्य प्रातिपदिकसंज्ञा न भवितुं शक्नोति इदानीं पर्यन्तम् अस्माभिः यानि सूत्राणि पठितानि ताभ्यां नाम. परन्तु यदि कोऽपि सूत्र कोऽपि यदि शब्दस्वरूपं मूले एव त्रिलिङ्गः अस्ति तत्र प्रातिपदिकसंज्ञा भवति नाम महिला इति शब्दः अस्ति तत् मूले एव त्रिलिङ्गः अस्ति तत्र कोऽपि प्रत्ययः आगत्य कार्यं न करोति यत् स्त्रीलिङ्गम् अस्ति वा इति. तद् महिला इति अप्रत्ययः एव स्त्रीलिङ्गशब्दः अस्ति तत्र कोऽपि प्रत्ययः नास्ति प्रत्ययान्तं नास्ति प्रत्येकवारि स्त्रीलिङ्गम् अस्ति चेत् प्रत्ययः अस्ति एव अथवा नास्ति मूलतः एव स्त्रीलिङ्गम् अस्ति प्रत्ययस्य विना एव तत्र प्रातिपदिकसंज्ञा भवति केन सूत्रेण अर्थवत् अधातुः अप्रत्ययः. परन्तु यत्र मूले पुल्लिङ्ग अस्ति तत्र प्रत्ययं योजयित्वा स्त्रीलिङ्गरूपं भवति यथा बालक बालिका छात्र छात्रा अत्र सर्वत्र विद्यार्थी विद्यार्थिनी अधिकारी विद्यार्थी विद्यार्थिनी इति अस्ति अत्र सर्वत्र वस्तुतः पुल्लिङ्गशब्दः अस्ति मूलशब्दः तेन स्त्रीलिङ्गप्रत्ययः योजयित्वा भवति तर्हि तत्र कृत्प्रतिसमासाश्च अर्थवत् धातुः अप्रत्ययः इति सूत्रेण प्रातिपदिकसंज्ञा न भवति तस्य कृते अन्यसूत्रमस्ति अन्यपरिभाषा अस्ति अग्रे पठामः. तर्हि छात्र इति शब्दस्य प्रातिपदिकसंज्ञा भवति अर्थवत् धातुः अप्रत्ययः परन्तु छात्र इति तस्य स्त्रीलिङ्गरूपस्य प्रातिपदिकसंज्ञा न भवति यतोहि छात्रा वस्तुतः छात्रयोगः आप्रत्ययः इति अस्ति प्रत्ययान्तशब्दः अस्ति. प्रत्ययान्त अस्ति चेत् अर्थवत् धातुः प्रत्ययस्य इति सूत्रेण प्रत्ययान्तस्य पदसंज्ञा न भवति, छात्रा इति तस्य पदसंज्ञा न भवति. तस्य कृते अन्यपरिभाषा भवति, तत् अग्रे पठामः. सर्वे अवसन्ति वा? आम् महोदय. अस्तु अस्तु, तर्हि इदानीं किमस्ति अग्रे? हा, अत्र अग्रे अधिकारसूत्राणि सन्ति कानि कानि, इदानीं तत् पठामः. अधिकारं सूत्रमस्ति, तत् वयं जानीमः वस्तुतः. प्रत्ययः इति अधिकारसूत्रं वयं जानीमः, यत् किं भवति तृतीय चतुर्थ पञ्चम इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित् विधानं भवति तत्र तत्र प्रातिप्रत्ययः आगत्य वदति यत् यस्य विधानं भवति तस्य प्रत्ययसंज्ञा इति वयं जानीमः. परश्च, परश्च किं वदति? यत् यत्र यत्र प्रत्ययः आगच्छति तत्र तत्र परश्च इति सूत्रम् उपविश्य वदति यत् प्रत्ययः प्रकृतेः अनन्तरम् आयाति, प्रत्ययः प्रकृतेः अनन्तरम् आयाति. इदानीम् अन्य एकम् अस्ति, चतुर्थ पाठस्य प्रथमसूत्रं, तदपि प्रत्ययस्य अधिकारे एव भवति, तत् अस्ति ज्ञाप् प्रातिपदिकात्. ज्ञाप् प्रातिपदिकात् इति ज्ञाप् प्रातिपदिका इति नूतनं सूत्रमस्ति. सूत्रं किं वदति इदानीं वयं पठामः. अस्तु, तर्हि इदानीं रघुपतिमहोदय पठतु. ज्ञाप् प्रातिपदिकात्, ज्ञाप् प्रातिपदिकात् इति चतुर्थ अध्यायस्य प्रथमसूत्रमस्ति. चतुर्थ अध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति अधिकारः. तत्र चतुर्थ अध्यायात् आरभ्य तत्र पञ्चम अध्यायस्य चतुर्थपादस्य षट्षष्ट्युत्तर एकशतं तत्र अन्तिमपर्यन्तं वा तत्र अस्ति. चतुर्थे पञ्चमे च अध्यायोः यावन्तः प्रत्ययाः विहिताः ते सर्वे प्रातिपदिकेभ्यः ण्यन्तेभ्यः आवन्तेभ्यः च आयन्ति, आवन्तेभ्यः वा आयन्ति. ण्यन्तरूपाणि आवन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति. तर्हि आहत्य चतुर्थे पञ्चमे च अध्यायोः सर्वाणि सुबन्तविधायकसूत्राणि सन्ति, तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः. अपि च यः विहितः सा सर्वत्र प्रातिपदिकात् ज्ञान्तात् आवन्तात् वा विहितः भवति इति अस्ति. अत्र चतुर्थाध्याये इदानीं यत्किमपि विहितः भवति तत्र प्रत्ययः भवति, प्रत्ययसंज्ञा भवति, अधिकारे अस्ति प्रत्ययः भवति, अपि च प्रातिपदिकात् भवति, अपि च स्त्री प्रत्ययात् एव भवति इति अस्ति. अतः ज्ञान्तात् आवन्तात् स्त्रीलिङ्गरूपाणि तत्र ज्ञा इत्यनेन ज्ञान्तात् आवन्तात् नियन्तात् अपि च आपन्तात् इति इत्यनेन स्त्रीप्रत्ययानां स्त्रीप्रत्ययान्तानां ग्रहणं भवति. सूत्रस्य पदविच्छेदः अग्रे पठामि वा महोदय? तर्हि ज्ञाप्प्रातिपदिक इति सूत्रं भवति चतुर्थ अध्याये पञ्चमे अध्याये च यावन्तः प्रत्ययाः सन्ति यत्र यत्र प्रत्ययस्य विधानं भवति तत् प्रत्ययः कुत्र भवति? तत् प्रातिपदिकात् भवति अथवा नि प्रत्ययान्त अथवा आप्रत्ययान्त. तर्हि नि इत्युक्ते त्रिलिङ्गशब्दः यत्र अन्ते नि प्रत्ययः भवति, आप् इत्युक्ते स्त्रीलिङ्गशब्दः यस्य अन्ते आप् भवति. तर्हि प्रातिपदिक अथवा नी प्रत्ययान्त अथवा आप्रत्ययान्त इति शब्दस्वरूपानन्तरम् एव चतुर्थ पञ्चम अध्याये यत् लिखितमस्ति तस्य विधानं भवति. यथा तृतीय अध्याये धातोरनेकाचोसमविहारे यङ् अथवा धातोः इति अधिकारसूत्रेण तृतीय अध्याये ये प्रत्ययाः सन्ति ते केवलं धातु अनन्तरं भवति, तथैव चतुर्थपञ्चमे अध्याये ये प्रत्ययाः सन्ति ते केवल प्रातिपदिकात् नी न्यबन्तात् ण्यन्तात् अथवा अबन्तात् इति एव भवति. अपि च तर्हि किं लिखितं? चतुर्थपञ्चम अध्यायौ सर्वाणि सुबन्धविधायकसूत्राणि सन्ति, तेषु सर्वेषु यत्किमपि विहितं प्रत्ययः इत्यनेन यः विहितः तस्य नाम प्रत्ययः, अपि च यः विहितः सः सर्वत्र प्रातिपदिकात् ण्यन्तात् आबन्तात् च इति विहितः भवति। प्रातिपदिकम् अथवा नी प्रत्ययान्तत्रिलिङ्गरूपम् अथवा आप्रत्ययान्तत्रिलिङ्गरूपम्। अग्रे पठतु सूत्रस्य पदविच्छेदः। सूत्रस्य पदविच्छेदः नी च आप् च प्रातिपदिकञ्च तेषां समाहारद्वन्द्वः ण्याप्रातिपदिकं, तस्मात् ण्याप्रातिपदिकात्। ण्याप्रातिपदिकात् पञ्चम्यन्तम् एकपदमिदं सूत्रं, त्रयः स्त्रीप्रत्ययाः सन्ति यैः ईकारः विहितः भवति। नी नी नी इति त्रयः तत्र केन ईकारेण। अस्मिन् सूत्रे नी इत्यस्य कथनेन त्रयाणाम् अपि ग्रहणं भवति। त्रयः स्त्रीप्रत्ययाः सन्ति यैः आकारः विहितः भवति, टाप् डाप् चाप् इति। अस्मिन् सूत्रे आप् इत्यस्य कथनेन त्रयाणाम् अपि ग्रहणं भवति इति अस्ति। ज्ञाप्रातिपदिका ज्ञाप् इत्यनेन तत्र आबन्तानाम् अपि च ईबन्तान् नी नी नी नी इति ईकारान्तात् याकारान्तात् स्त्रीप्रत्ययाः प्रत्ययानां ग्रहणं भवति। तर्हि आहत्य नी इत्युक्ते नीप् नीष् नीन् प्रत्ययानां ग्रहणम्, आप् इत्युक्ते टाप् डाप् चाप् इत्यनः त्रयः प्रत्ययानां ग्रहणम् इति लिखितमस्ति, तदेव भवति। नी इत्युक्ते नीप् नीष् नीन् त्रयः स्त्रीलिङ्गप्रत्ययः, आप् इत्युक्ते टाप् डाप् चाप् त्रयः स्त्रीलिङ्गप्रत्ययः। अस्तु, इदानीं पर्यन्तं सर्वे आगच्छति वा? आं महोदय। अस्तु, तर्हि अग्रे परिभाषा भवति। तत् परिभाषा किञ्चित् नूतना अस्ति, अतः अग्रिमरविवासरे एव पठामः। इदानीं प्रश्नाः न सन्ति चेत् विरमामः। अस्तु, नास्ति, इदानीं पर्यन्तं स्पष्टमस्ति। विजयमहोदय, प्रश्नः भवति वा? आम् आम्, प्रश्नः नास्ति, अग्रिमे वर्गे एतत् विषये चर्चां कुर्मः। आम् अस्तु, तर्हि धन्यवादः, शुभरात्रिः।